सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ओम् श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। अस्मिन् पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। प्रवर्तमानविषयः अस्ति प्रकृतिप्रत्यय तत्र मेलनम्। अत्र केचन अर्धधातुकप्रत्ययाः अभ्यासे तत्र दत्तम् अस्ति। अस्माभिः तत्र द्वितीयाभ्यासे तत्र नी धातुतः नवुल् तृच् त तवतु अपि च तव्यत् तव्यत् कृतं वा? आं महोदय, कृतम्। अनियर् न कृतम्? अस्तु, एकं धातु नीत्वा तस्य अनन्तरम् एते अर्धधातुप्रत्यया योजयामः चेत् तत्र कथं प्रातिपदिकस्य निर्माणं, कीदृशप्रातिपदिकस्य निर्माणं भवति इति अस्माकं तत्र विषयः। अपि च अस्माकं मूलविषयः अत्र अस्ति धातु दृष्ट्वा तत्र धातुः इगन्त् वा इगन्तभिन्नधातु वा अजन्तधातु अस्ति वा, उब्धायां कः वर्णः, तस्य आधारीकृत्य अपि तत्र कार्यं भवति। अतः धातुः परिशीलनं कृत्वा अग्रे तत्र प्रत्ययस्य परिशीलनम् अपि अस्माभिः करणीयं। सो तत्र प्रत्ययः आधारीकृत्य एव अङ्गे कार्यं भवति। सो प्रत्ययः तत्र एते सर्वे अर्धधातुकसंज्ञकप्रत्ययाः अपि च कृत्संज्ञकप्रत्ययाः। तिङ् भिन्नः अतः कृदतिङ् इति सूत्रेण एते सर्वे कृत् प्रत्ययाः। अतिङ् सन्ति अतः कृत् प्रत्ययाः। कृत् प्रत्ययेषु तत्र अस्माकम् उपरि यः चार्ट् दत्तमस्ति, कृत् प्रत्ययेषु कितनित् भिन्नः वा कितनित् प्रत्ययः अस्ति चेत् गुणनिषेधः भवति, वृद्धिनिषेधः अपि भवति। अनन्तरं कितनित् नित्नित् भिन्नः अस्ति चेत् सामान्य अर्धधातुप्रत्ययः इति वदामः। यदि तत्र अर्धधातुप्रत्ययः णित् अथवा णित् अस्ति चेत्, यत्र तालुन्यकारस्य इत्संज्ञा अस्ति अथवा मूर्धानकारस्य इत्संज्ञा अस्ति चेत् सः विशिष्ट अर्धधातुप्रत्ययः, तत्र विशिष्टकार्यं भवति। गुणकार्यं सामान्यकार्यं, वृद्धिकार्यं विशिष्टकार्यं, केचन प्रत्ययपरे एव वृद्धिः भवति। गुणः तु यत्किमपि सार्वधातुकप्रत्ययः यत्किमपि अर्धधातुकप्रत्ययः तत्र गुणस्य विधिः अस्ति, सार्वधातुक अर्धधातुकयोः अपि च पुगन्तलघुपदस्य च। परन्तु वृद्धिकार्यं केवलं नीतिनीतिपरे एव भवति। सो एतत् विशिष्ट अर्धधातुकप्रत्ययः अस्ति चेत् विशिष्टकार्यस्य अस्माकं चिन्तनम् अस्माभिः तत्र चिन्तनम् अवश्यकरणीयम्। यथा नवुल् प्रत्ययः, नवुल् प्रत्यये मूर्धानकारस्य इत्संज्ञा अस्ति अतः नवुल् प्रत्ययः विशिष्ट अर्धधातुप्रत्ययः, इत्युक्ते कितनित् भिन्नः नास्ति, ण्यत् ण्यत् प्रत्ययः अस्ति। अतः तत्र वृद्धिकार्यस्य विषये यदि धातौ यदि अङ्गे वृद्धिः सम्भवति चेत् आदौ वृद्धिः एव करणीयम्। सार्वधातुक अर्धधातुकयोः अपि च पुगन्तलघुपदस्य च इति सूत्रद्वयस्य कृते तत्र अपवादसूत्राणि सन्ति, अचोणिनीति अपि च अत् उपदायाः। अतः तत्र अपवादबलेन एव तत्र वृद्धिकार्यं विशिष्टकार्यम् अस्ति। अतः एतत् सर्वम् अस्माकं तत्र धातुपरिशीलनम् अपि करणीयं, न प्रत्ययस्य स्वभावः कः इति अपि अस्माभिः तत्र तत्र द्रष्टव्यम्। अनन्तरमेव प्रक्रिया प्रति गच्छामः। अपि च अर्धधातुप्रत्ययेषु किं विशेषः, तत्र गणचिन्तनं न भवति, तत्र धातु कस्य गणस्य अस्ति इति चिन्तनम् अनावश्यकम्। किमर्थं चेत् तत्र विकरणप्रत्ययस्य विधानं तत्र न भवति, घनविकरणप्रत्ययानां विधिः नास्ति। अतः डैरेक्ट् तत्र धातु प्लस् अर्धधातुप्रत्ययः तत्र योजयामः, अनन्तरं तत्र प्रक्रिया भवति. सो अन्ततो गत्वा तत्र यदि सन्धि अवकाशः अस्ति चेत् पदनिर्माणसमये सन्धिकार्यं नित्यम् अस्ति, तत्र सन्धिकार्यस्य विषये अपि चिन्तनीयम्. अनन्तरं तत्र प्रातिपदिकस्य कृदन्तानां, ये कृदन्ताः सन्ति, यस्य शब्दस्य अन्ते कृत् प्रत्ययः वर्तते सः कृदन्त् इति उच्यते. कृदन्तानां कृते तादृशकृदन्तशब्दस्य तत्र प्रातिपदिकसंज्ञा भवति. एकं विशिष्टसूत्रमस्ति, कृत्तदित् समासाः च प्रातिपदिकम्, अनेन कृदन्तानां कृते प्रातिपदिकसंज्ञा विधीयते व्याकरणशास्त्रे. प्रातिपदिक अस्ति चेत् पदनिर्माणविषये तत्र सु औजस् एव योजनीयं, सुप्रत्ययानां योजनम् एव भवति इति तत्र सर्वं मनसि निधाय तत्र अस्माभिः तत्र प्रक्रियाविषये चिन्तनं करणीयम्. इदानीं तत्र अत्र केचन धातवः सन्ति अभ्यासे, नी धातुः, भुवादिगणस्य धातुः, ची स्वादिगणस्य धातुः अस्ति, दा ज्योत्यादिगणस्य, अनन्तरं घै अपि भुवादिगणस्य धातु. केचन धातवः अत्र सन्ति, तेषां विषये इदानीं तत्र प्रत्ययानां योजनेन तत्र कथं प्रक्रिया भवति इति अस्माकं चर्चा अस्ति. सो नी धातुतः तव तु अपि च त प्रत्ययविषये अस्माभिः पूर्वस्मिन् वर्गे चर्चा कृतं. त तव तु इति भूत्काल द्योतयितुम् एते प्रत्ययद्वयः तत्र स्तः. त प्रत्ययः तव तु प्रत्ययविषये एकम् अन्यत् तत्र किमस्ति, तव तु प्रत्ययः कर्तरिप्रयोगे एतस्य प्रयोगः भवति, क्त प्रत्ययः कर्मणिप्रयोगे एतस्य प्रयोजनम् अस्ति. सो यदा भूतकालविषये कर्तरिप्रयोगे वयं लङ्लकारस्य स्थाने तत्र तव तु प्रत्ययान्तशब्दस्य प्रयोगः अपि कर्तुं शक्यते. कर्मणिप्रयोगे तव तु इत्यस्य प्रयोजनं नास्ति, तत्र कर्मणिप्रयोगे क्त प्रत्ययः भवति भूतकालार्थे. द्वयमपि भूतकाले तेषां प्रयोजनम् अस्ति, भूतकालद्योतयितुम् एते प्रत्ययानां योजनं भवति. अपि च एकमस्ति कर्तरिप्रयोगे, यथा तत्र रामः पाठं पठितवान्, सो तव तु प्रत्ययान्तशब्दः अस्ति, पठितवान् पठितवती, सो रामः पठितवान् इति कर्तरिप्रयोगे. रामेण पाठः पठितः, सो पठितः इति यः अस्ति स्त प्रत्ययान्तशब्दः अस्ति, अतः तत्र रामेण इति तत्र कर्मणिप्रयोगः भवति. सो क्त प्रत्ययस्य सामान्यप्रयोजनम् अस्ति, कर्मणिप्रयोगे एतस्य प्रयोगः भूत्काल क्रिया अर्थे भवति, तव तु प्रत्ययस्य कर्तरिप्रयोगे एतस्य भूत्काले तत्र कृदन्तस्य प्रयोगः भवति इत्यपि तत्र किञ्चित् तत्र त अपि च तव तु विषये किञ्चित् भेदः वर्तते कर्तरि अपि च कर्मणि विषये. इदानीं तव्यत् इति प्रत्ययः यथा विधिलिङ्गे वयं तत्र विधिलिङ्गविषये तत्र क्रियारूपाणि सन्ति, तथैव तव्यत् अनियर् इति तत्र विधि तत्र एतेषां कृत्प्रत्ययानां प्रयोजनम् अस्ति. इदानीं नियोगतव्यत् विषये चिन्तनं कुर्मः. इदानीं पश्यामः अत्र कीदृशरूपस्य निष्पत्तिः भवति. चेतना भगिनी, नियोगतव्यत् इति विषये वदति वा? नियोगतव्यत् अभवत् आचार्य. अस्तु, नियोग अनियर्. अस्तु भगिनि, तव्यत् अपि च अनियर् विधियर्थे एतेषां प्रयोगः भवति. शुड् बी डन् आर् भूत्काले शुड् बी डन् इत्यस्मिन् अर्थे करणीयं, कार्यं करणीयं, प्रीतिः करणीया, अभ्यासः करणीयः. सो पुल्लिङ्गे, स्त्रीलिङ्गे, नपुंसकलिङ्गे, त्रिषु लिङ्गेषु एतत् रूपाणि सम्भवति अत्र. वदतु भगिनि. नियोग अनियर् अनियर् हलन्त्यम् इत्यनेन रकारस्य इत्संज्ञा भवति, तस्य लोपः भवति, अनीय अवशिष्यते. अनीय अकारः आदौ अकारः अस्ति, आर्धधातुकप्रत्ययः अस्ति, अपि च वलादि नास्ति, अतः अनिट् अस्ति. प्रत्ययः अनिट् अस्ति, धातु अपि अनिट् अस्ति. एका च उपदेशे अनुदातात् इति सूत्रेण धातु अपि अनिट् अस्ति. अपि च भगिनि यदा इडागमः प्रत्ययस्य आगमः प्रत्यय इडागमः भवति, यदि मूले एव प्रत्ययः वलादि नास्ति अवलादि अस्ति, तत्र इडागमस्य चिन्तनमेव न करणीयं. किमर्थं चेत् प्रत्ययस्य इडागमः न भवितुं शक्नोति, अतः धातुविषये अपि तत्र चिन्तनम् अनावश्यकं, बिकास् इडागमः प्रत्ययस्य आगमः. यदि प्रत्यय एव इडागमस्य प्रसक्तिः नास्ति तो किमर्थं धातुविषये वक्तव्यम्? अतः अत्र धातुविषये न चिन्तनीयं, परन्तु तत् मनसि तत्र भवेत्. प्रत्ययः यदि इडन्कुल् अस्ति तदा एव धातुविषये अपि चिन्तनीयं. तत्र धातुः इडागमः तत्र कोऽपि निषेधः तु नास्ति धातुविषये. वदतु इदानीम् अनीय आर्धधातु सामान्य आर्धधातुक आमामां वदतु प्रत्ययः अस्ति, कित् नित् यित् नित् भिन्नः अस्ति, अतः नी इगन्त धातुः अस्ति, गुणप्रसङ्गः अस्ति, अतः सार्वधातुकार्धधातुकयोः इति सूत्रेण नी ने भवति, ने योग अनीय. एचोयवायावः इति सूत्रेण न योग ऐ योग अनीय. वर्णमेलनं भूत्वा नयनीय भवति, नयनीयम्. अत्र नयनीय इति अकारान्त प्रातिपदिकम् अस्ति, अपि च एतत् इदानीं नयनीय इति प्रातिपदिकसंज्ञा प्राप्नोति. अस्य रूपाणि त्रिषु लिङ्गेषु भवति, त्रिलिङ्गे अपि एतत् एतस्य प्रातिपदिकस्य रूपं, पुल्लिङ्गे अपि नपुंसकलिङ्गे अपि अस्ति. सो या ये अजादि प्रातिपदिकं तत्र सन्ति प्रायशः तेषां विषये अजाद्यश्च टाप् इति सूत्रेण तत्र टाप् प्रत्ययस्य विधिः अस्ति स्त्रीलिङ्गोतयितुं. सो अत्र टाप् प्रत्यय अजाद्यश्च टाप् इति सूत्रमस्ति. ये अजादिगणे अपि च ये ह्रस्व आकारान्त प्रातिपदिकानि सन्ति तेषां विषये स्त्रीलिङ्ग् द्योतयितुं तत्र टाप् प्रत्ययस्य, स्त्रीप्रत्ययः अस्ति टाप् तस्य विधिः अस्ति. सो अत्र स्त्रीलिङ्गे नयनीया आकारान्त प्रातिपदिकस्य निर्माणं भवति स्त्रीलिङ्गे नयनीयाय. अपि च अकारान्त अस्ति चेत् पुल्लिङ्गे नयनीयम् इति तत्र नयनीयः इति पुल्लिङ्गे भवति. अकारात् प्रातिपदिकम् इस् ईजियर् लैक् रामः, राम् इति प्रातिपदिकम् अकारात् प्रातिपदिकं, तथैव नयनीय अनियर् प्रत्ययस्य अन्ते अकारः अस्ति, रेफस्य इत्संज्ञा भूत्वा अन्ते तत्र अकारः अस्ति, अतः अकारात् प्रातिपदिकस्य अत्र निर्माणं भवति. अकारान् प्रातिपदिकम् अस्ति चेत् स्त्रीलिङ्ग् द्योतयितुं तत्र टाप् प्रत्ययः अस्ति. टाप् प्रत्यये केवलम् आकारः, दीर्घ आकारः एव अवशिष्यते. पकारस्य अस्ति, टकारस्य इति अस्ति, आ एव अवशिष्यते. अतः नयनीया, पठनीया, तादृश तत्र स्त्रीलिङ्गे तत्र रूपाणि भवन्ति. इदानीं तत्र सो इति अनियर् प्रत्ययः. सो अनियर् प्रत्ययः अवलादि अस्ति, अत्र आकारः अस्ति, अतः अनिट् प्रत्ययः अस्ति, अत्रीडागमः न भवति. तव्यत् तवतु त इति एते तकारादिप्रत्ययः सन्ति, अतः ते वलादि अवशादि त्रिचपि तथैव. त्रिच् प्रत्ययः अपि तकारादि अस्ति, अतः एते सर्वे कृत् प्रत्ययाः वलादि अवशादि, अतः इडागमः भवति अत्र. नवुलपि तत्र भूस्थाने अक आदेशः यदा भवति, अत्र इदानीम् अकारः अस्ति, अतः नवुलपि अनिट्, अनियरपि अनिट्. एकं तत्र सूत्रमस्ति टी तु, एकनिमिषः भगिनि, तत्र आर्धधातुक् सेड् वलादेः इति सूत्रस्य विषये एकं तत्र निषेधकसूत्रमस्ति. सो आर्धधातुक् सेड् वलादेः इति सूत्रम् इडागमविधायकसूत्रम्. अनेन सूत्रेण प्रत्ययस्य इडागमः विषये तत्र दत्तमस्ति. सो आर्धधातुक् धातुः यदि वलादि अस्ति चेत् अनेन सूत्रेण तस्य आर्धधातुक् वलादिप्रत्ययस्य इडागमः भवति. परन्तु एकम् अन्यत् सूत्रम् अस्ति ती तु त तीतु त्र तथ सीसु सरकसेषु पृथ्वी न इट्. दिस् सूत्र इस् इडागमनिषेधकसूत्रम्. एतत् अस्ति इडागमनिषेधकसूत्रम्. आर्धधातुकस्येड् वलादेः इति सूत्रम् इडागमविधायकसूत्रम्. तेन सूत्रेण इडागमस्य विधिः दत्तम्. एतत् सूत्रम् इडागमनिषेधकसूत्रम् अस्ति. अत्र वदति ति तु त्र त थ सि सु सर क स इत्येषु कृत्सु. एते सर्वे केचन कृत् प्रत्ययाः, इडागमो न भवति इति एतत् सूत्रं वदति. अतः एतत् सूत्रमस्ति इडागमनिषेधकसूत्रं. कुत्र ति इति यः अस्ति, अत्र तकारः वलादि अवशादि, तु अपि तकारादि, त्र अपि तकारादि, त अपि तकारादि, थ तकारादि, सोरि थकारः, थकारः वल्प्रत्याहारः परन्तु अवशादि, सकारः अपि वलादि अवशादि. सो एते सर्वे प्रायशः एते सर्वे इडनुकूलप्रत्ययाः. ति तु त्र त थ सि सु सर क स एते सर्वे वलादि अवशादि, अतः प्रायशः अत्र इडागमः भवेत्. सार्वधातुक सेड् वलादेः आर्धधातुकस्येड् वलादेः इति सूत्रेण यत्र यत्र एतादृशः प्रत्ययः परे अस्ति चेत्, अङ्गस्य परे अस्ति चेत्, तत्र प्रायशः इडागमस्य विधिः दत्तम्. परन्तु अनेन सूत्रेण इडागमस्य निषेधः अस्ति. सो ति इति यः अस्ति क्तिन् प्रत्ययः, अस्माकम् अनन्तरं यः प्रत्ययः अस्ति क्तिन् प्रत्ययः. क्तिन् प्रत्यये मञ्जरी भगिनी, क्तिन् प्रत्यये के के अनुबन्धाः? क्तिन् प्रत्ययः, आम्. अत्र अनुबन्धवर्णाः के के? नकारः, ककारः. किम् अवशिष्यते? इति अवशिष्यते. किम् अवशिष्यते? एकनिमिषम्. तिन्न, नकारः, हलन्ति. आदौ कः वर्णः भगिनि? तिन् प्रत्यये प्रथमवर्णः कः? प्रथमवर्णः ककारः. ककारः. अनन्तरम्? अनन्तरं तकारः. अनन्तरम्? अनन्तरम् इकारः. अन्ते? ह्रस्व इकारः अनन्तरम् अन्ते नकारः सो हलन्त्यम् इति सूत्रेण अन्तिम हलवर्णस्य इत् इत् नकारस्य इत् अनन्तरं ककारस्य इति केन सूत्रेण लशकु लशकु अतद्धिते इति सूत्रेण सो तत्र आदौ लशकु आदौ अस्ति चेत् एव तत्र लशकु इति भवति आतदित् प्रत्ययेषु सो ककारस्य लशकु आतदित् इति सूत्रेण इत् संज्ञा भवति द्वयोः लोपः भवति किम् अवशिष्यते त प्लस् इ अवशिष्यते अकारः इकारः इत्युक्ते ति इति अवशिष्यते ति अवशिष्यते सो ति अवशिष्यते चेत् तकारः वलादि अस्ति कृत्प्रत्ययः अस्ति वलादि अस्ति अवशादि अस्ति अतः अपि च अर्धधातुप्रत्ययः अस्ति क्तिन् प्रत्ययः शित् नास्ति तिङ् नास्ति अतः अर्धधातुकं शेषः इति सूत्रेण क्तिन् प्रत्ययः अर्धधातुकसंज्ञकः सो अर्धधातुक् वलादि अवशादिप्रत्ययः अस्ति चेत् प्रायशः तत्र इडागमः भवति परन्तु इदानीम् अत्र एतत् सूत्रं वदति ति तु त्र तथ सिषु सरकेशेषु इडागमः न भवति सो ति विषये क्तिन् प्रत्ययः इडनुकूल इडागमस्य निषेधः अस्ति इति अस्माकं विषयः बिकास् अत्र ति इति उक्तमस्ति त न उक्तमस्ति त अपि उक्तमस्ति त विषये अपि इडागमस्य निषेधः अस्ति अतः तव्यत् अपि इडनुकूलः नास्ति वा न तव्यत् इति अवशिष्यते न भगिनि तव्यत् तव्य इति इडनुकूलप्रत्ययः अत्र आदौ तकारः अस्ति खलु आदौ तकारः अस्ति तेन किम् अत्र लिखितं ति तु अत्र वर्णसमूहः दत्तं न तु त इति दत्तम् अत्र अस्मिन् सूत्रे किं दत्तं ति दत्तं तु दत्तं त्र दत्तं थ तु त न दत्तम् अत्र लिखितम् अस्ति यदि प्रत्यये केवलं ति इति अवशिष्यते तु अवशिष्यते त्र अवशिष्यते तथैव यः क्तप्रत्ययः क्तप्रत्ययः यद्यपि तकारादि अस्ति अत्र त इति उक्तमस्ति अतः तत्रापि तत्र क्तविषये विशिष्टसूत्रमस्ति कुत्रचित् भवति कुत्रचित् न भवति बिकास् तत्र चलितः चलिता चलितं तत्र तविषये इडागमः भवति तत्र एकं विशिष्टसूत्रमस्ति तत्र त इत्यस्य निषेधः नास्ति सो ति तु त थ इति सूत्रेण तत्र यः इडागमस्य निषेधः अस्ति इति सूत्रेण सो यदा वयं नियोगक्तिन् कुर्मः नि तु अन्यट् अस्ति कोऽपि पठयोगक्तिन् कुर्मः तत्र इडागमः न भवति इति तत्र विशेषः अस्ति ति तु तत्र इति तत्र एकं सूत्रम् अस्ति अपि च तत्र सो इदानीं वदतु भगिनि नियोगक्तिन् नियोग तिन् प्रत्ययविषये तु वयं चर्चां कृतवन्तः तत्र नकारस्य हलन्त्यम् इति सूत्रेण इत्संज्ञा भूत्वा लोपः भवति ककारस्य इत्संज्ञा लशकु अतद्धिते इति सूत्रेण इत्संज्ञा भूत्वा लोपः भवति तत्र ति एव अवशिष्यते तिङ् इति प्रत्ययः वलादि अस्ति अवशादि अस्ति अर्धधातुकप्रत्ययः अस्ति कृत् प्रत्ययः अस्ति अर्धधातुकः शेषः इति सूत्रेण तत्र इडागमः भवति परन्तु अर्धधातुकशेड् वलादेः अर्धधातुकशेड् वलादेः इति सूत्रमस्ति अर्धधातुकशेड् वलादेः इति सूत्रेण तत्र इडागमः भवितुम् अर्हति, परन्तु इडागमनिषेधसूत्रः तीतृत्र इति प्रत्ययेभ्यः तत्र इडागमः न भवति, इडागमनिषेधः निषेधकसूत्रमस्ति। तत्र नि अधुना नियोग ति नि इति अपि तत्र अनिट् अस्ति, अत्र प्रत्ययः इडन्कुल् अस्ति, परन्तु विशिष्टसूत्रेण तत्र इडागमस्य निषेधः कृतम् अस्ति। इडानुकुलः अस्ति परन्तु इडागमः न भवति, ति अस्ति इति इति कारणेन तत्र इडागमनिषेधः भवति। अधुना धातुयोगप्रत्ययः नियोग ति, तत्र नि तत्र नियोगति नीति इति रूपं, नीति गुणा अपि न भवति, गुणा अपि न भवति, किमर्थं न गुणः अपि कित् कित् नित् अस्ति न, अर्धधातुकित् नित् साक्षात् कित् प्रत्ययः अस्ति, किनिति इति सूत्रेण गुणनिषेधः अस्ति, तथा नियोगति नीति इति एव अन्तिमरूपं भवति। अपि च क्तिन् प्रत्यये विशेष किम् अस्ति, स्त्रियां क्तिन् इति सूत्रेण तत्र धातुभ्यः क्तिन् प्रत्ययस्य विधिः दत्तमस्ति, स्त्रियां क्तिन् पश्यतु, तत् स्क्रीन् दृश्यते वा, वैट् बोर्ड् दृश्यते, वैट् बोर्ड् दृश्यते, एकनिमिषम्, स्त्रियां तिन् इति एतत् सूत्रमस्ति, 3394 इति सूत्रं, स्त्रियां द्योतयितुं धातुभ्यः क्तिन् प्रत्ययस्य विधिः दत्तमस्ति, सो स्त्रियां तिन् इति अधिकारसूत्रम् अस्ति, भावे कर्तरि च कारकः इति वर्तते, स्त्रीलिङ्गे भवादौ धातोः क्तिन् प्रत्ययः भवति, भावादौ सोरि भावादौ धातोः क्तिन् प्रत्ययः भवति, अत्र एतत् अधिकारसूत्रम् अस्ति, सो स्त्रियाम् इति अधिकारः अत्र अस्ति, अतः नीति इति यः अस्ति तस्य रूपं केवलं स्त्रीलिङ्गे एव तस्य रूपाणि सम्भवन्ति, पुल्लिङ्गे नपुंसकलिङ्गे तत्र तस्य रूपं न भवति, सो यदा वयं क्तिन् प्रत्ययः धातुतः योजयामः तत्र प्रायशः अत्र स्त्री अधिकारः प्रथमस्त्री अधिकारः आरभ्यते, सो तत्र स्त्रीलिङ्गस्य स्त्रीलिङ्गप्रातिपदिकस्य एव निर्माणं भवति, इकारान्त् स्त्रीलिङ्गप्रातिपदिकस्य निर्माणं भवति इति तत्र विशेषः क्तिन् विषये, यथा गञ् प्रत्यये केवलं पुल्लिङ्गे एव तस्य रूपाणि सम्भवति, तथैव अपि च ल्युट् ल्युट् इति प्रत्ययः अपि आर्धधातुप्रत्ययः, सो ल्युट् प्रत्ययस्य यः प्रातिपदिकं ल्युट् प्रत्ययस्य योजनेन यः प्रातिपदिकस्य निष्पत्तिः भवति तस्य रूपं केवलं नपुंसकलिङ्गे अस्ति, तथैव एकं प्रत्ययः अस्ति क्तिन् एतस्य केवलं स्त्रीलिङ्गे एव एतस्य रूपाणि भवन्ति, न तु त्रिषु लिङ्गेषु, न तृपुल्लिङ्गे नपुंसकलिङ्गे इत्यपि क्तिन् विषये विशेषः अस्ति। इदानीं तत्र ल्युट् सो क्तिन् स्त्रियामेव ल्युट् इति यः अस्ति, सूत्रक्रमाङ्कः कः भगिनि, सूत्रक्रमाङ्कः कस्य, स्त्रियां क्तिन् 3394 इति सूत्रम्। धन्यवादः। अस्तु, धातोः एतत् अधिकारसूत्रमपि अस्ति, विधिसूत्रम् अस्ति, धातोः परे धातोः क्तिन् प्रत्ययः परश्च स्त्रियाम् इति तत्र उक्तम् अस्ति भावे। अस्तु, इदानीं तत्र ल्युट् प्रत्ययः, ल्युट् प्रत्ययस्य योजनेन केवलं नपुंसकलिङ्गे एव रूपाणि भवन्ति, सो ल्युट् प्रत्ययः अपि कृत्संज्ञकः। का वदति अञ्जना भगिनी, वक्तुमिच्छति वा भगिनी? नियोग ल्युट् पहले बार आया भगिनी, हमको मालूम नहीं, हम सुना हूं। चिन्ता मास्तु भगिनि, अनसूया भगिनि वक्तुमिच्छति वा भगिनि? कोऽपि अन्य वक्तुमिच्छति चेत् कृपया अन्म्यूट् कृत्वा वदतु। वदामि महोदय, वदतु भगिनि। नियोग ल्युट् अत्र ल्युट् अपि सामान्य अर्थधातुकप्रत्ययः अस्ति, हलन्त्यम् इति सूत्रेण टकारस्य यत् लशक्वतद्युते इति सूत्रेण लकारस्य यत् भवति, यु अवशिष्यते, यकारः वलादि नास्ति भगिनि। प्रत्ययः वलादि वा वशादि वा इति प्रत्यादेश अनन्तरम् एव चिन्तनीयं, सो अत्र प्रत्यादेशः अस्ति न, यु स्थाने अन इति आदेशः भवति। ओ अस्तु अस्तु, सो युवोर् न कौ इति सूत्रेण यु अन भवति, यु स्थाने अन आदेशः अस्ति, यु सम्पूर्ण यु स्थाने अन इति आदेशः, अनेकाल् सर्वस्य यः अनेकाल् आदेशः अस्ति, अत्र आदेशः अनेकाल् इत्युक्ते अत्र अनेक अल्वर्णाः सन्ति, एक अधिक अल्वर्णाः, अन इति आदेशे वर्णत्रयम् अकारः नकारः अन्ते अपि अकारः अस्ति, अत्र अस्मिन् सूत्रे आदेशः यः अस्ति सः अनेकाल् अस्ति, यस्मिन् आदेशे अनेक एक अधिक अल्वर्णाः सः अनेकाल् आदेशः। तत्र एकं परिभाषासूत्रम् अस्ति, अत्र कथं जानीमः यु इति केवलं यकारस्य स्थाने वा उकारस्य स्थाने वा, सो अनेकाल् षित् सर्वस्य इति परिभाषासूत्रम् अस्ति, सो यः अनेकाल् आदेशः अथवा यस्मिन् आदेशे षित्वम् अस्ति, षकारस्य इति अस्ति, आदेशेषु आगमेषु धातुषु प्रत्ययेषु तत्र इडा तत्र इत्संज्ञा अस्माभिः आदौ एव करणीयं, सो यदि कस्मिंश्चित् आदेशे षित्वम् अस्ति, षकारस्य इति अस्ति, सः षित् आदेशः, सो षित् आदेशः अपि सम्पूर्णस्थानि स्थाने भवति, सो अनेकाल् षित् सर्वस्य, सो सर्वस्य स्थाने भवति, सर्वस्य इत्युक्ते यः यः स्थानी उक्तम् अस्ति सम्पूर्णस्थानि स्थानि स्थाने तत्र अनेकालादेशः भवति, अतः सम्पूर्ण यु स्थाने यु अपगच्छति तत्र अन इति आदेशः भवति, सिमिलर्लि वु स्थाने सम्पूर्ण वु अपगच्छति तस्य स्थाने अक इति आदेशः भवति, सो यः अलो अन्यन्तस्य इति सूत्रेण किं भवति, अलो अनन्तस्य इति सूत्रेण अन्तिमवर्णस्य स्थाने एव, अलो अनन्तस्य इति सूत्रे षष्ठीनिर्दिष्टः आदेशः प्रायशः अन्तिम अल् स्थाने भवति, तस्य एव अपवादः अस्ति, अलो अनन्तस्य इति सूत्रस्य अपवादः एव अनेकाल्षित् सर्वस्य, यदि आदेशः अनेकाल् अस्ति प्रायशः प्रायशः व्याकरणशास्त्रे यदा तत्र आदेशविषये उक्तम् अस्ति एकमेव अल्वर्णस्य एकमेव वर्णस्य आदेशः, परन्तु यत्र कुत्रापि अनेकाल् आदेशः अस्ति सः सर्वस्य स्थाने भवति, यद्यपि सः षष्ठीनिर्दिष्टमस्ति षष्ठी तत्र स्थानीरूपेण स्थानी दत्तम् अस्ति तथापि सः अनेकाल् अतः इति कारणात् तत्र सः सर्वस्य स्थाने भवति, न तु अन्तिम अल् स्थाने. तस्य अपवादसूत्रमस्ति अनेकाल्षित् सर्वस्य. कस्य अपवादः? अलो अनन्तस्य. सो आदेशविषये एतानि सूत्राणि, परिभाषासूत्राणि क्रमेण तत्र दत्तानि. अहं चिन्तयामि सूत्रपाठे एतत् सूत्रं, सूत्रस्य सङ्ख्या किम् अहं पृच्छामि. प्रथमाध्याये एव तत्र स्तः अनेकाल्षित् सर्वस्य. सी अत्र पुटसङ्ख्या 38 पश्यामः चेत् अष्टाध्यायी सूत्रपाठः अस्तु, नो चेत् अत्र एव पश्यामः. त्री प्रथमाध्याये द्वितीयपादे अस्ति वा न, प्रथमपादे एव 1.55 अत्र पश्यतु. अलो अनन्तस्य 52 अत्र किञ्चित् सूत्रसङ्ख्या भिन्नमस्ति. आम् अच्छा, अलो अनन्त्यस्य इति 52 सूत्रं परिभाषासूत्रम् अस्ति. अनन्तरं निच्च आदे परस्य अनेकाल्षित् सर्वस्य, दीस् फोर् सूत्रास्. एते चत्वारि सूत्राणि कस्य विषये? एतानि परिभाषासूत्राणि कस्य विषये? आदेशविषये. सो यदि आदेशः षष्ठीरूपेण निर्दिष्टम् इत्युक्ते आदेशविषये किमस्ति? स्थानि दत्तमस्ति, कस्य स्थाने आदेशः. आदेशः शत्रुवत् भवति, किमपि अपगच्छति तस्य स्थाने भिन्नवर्णः अथवा भिन्नवर्णसमूहस्य आदेशः अस्ति. सो एतानि चत्वारि सूत्राणि तत्र आदेशविषये अस्ति. यत्र आदेशरूपीकार्यम् अस्ति, प्रायशः आदेशरूपीकार्यं षष्ठीनिर्दिष्टः अस्ति. अत्र पश्यतु अलो अनन्त्यस्य, अत्र लिखितमस्ति षष्ठ्याः अनुवृत्तिसहितसूत्रं षष्ठ्याः अन्त्यस्य अलः. सो षष्ठीनिर्दिष्ट, अत्र षष्ठी इति अनुवर्तते. सो षष्ठीनिर्दिष्ट आदेशः प्रायशः अन्तिम अलवर्णस्य स्थाने भवति इति अलो अनन्त्यस्य इति सूत्रं वदति. अत्र षष्ठी अस्माभिः उक्तं षष्ठीनिर्दिष्टः आदेशः. षष्ठी इत्युक्ते विभक्ति, षष्ठीविभक्तेन निर्दिष्टः आदेशः सः यः स्थाने अस्ति, स्थानिनः यः अन्तिमवर्णः अलवर्णः तस्य स्थाने भवति इति अलो अनन्त्यस्य. परन्तु अनेकाल्षित् सर्वस्य वदति यः अनेकाल् आदेशः अस्ति, यद्यपि सः षष्ठीनिर्दिष्टः अस्ति तथापि सः सर्वस्य स्थाने, सम्पूर्णस्थानिनः स्थाने भवति इति एतत् अपवादसूत्रमस्ति. कस्य कृते? अलो अनन्त्यस्य इत्यस्य कृते. अनन्तरं निच्च इति सूत्रमपि अस्ति. निच्च आदेशः अपि केवलम् अन्तिमवर्णस्य स्थाने भवति. इत्युक्ते यदि कस्मिंश्चित् आदेशे अनेकाल् वर्णाः सन्ति परन्तु तस्मिन् नकारस्य, कण्ठ्यनकारस्य इत् अस्ति, सः नित् आदेशः. सो नित् आदेशः अनेकाल् वा एकाल् वा सः तु अन्तिम अल् स्थाने एव भवति इति निच्च. अत्र पश्यतु निच्च इति सूत्रं, निच्च सूत्रम् अन्त्य अल् स्थाने भवति. एतानि सूत्राणि, गो थ्रू दीस् सूत्रास्, रीड् द सूत्रास् बिकास् एव्रिथिङ्ग् वी केनाट् रीड् इन् द क्लास्. नव् यु नो आदेशविषये एतानि चत्वारि सूत्राणि सन्ति. एकवारम् एतत् पठतु. सो अत्र अस्माकं विषयः कः? यु स्थाने यः अन आदेशः सः अनेकाल आदेशः अस्ति, अतः नित् नास्ति, अनेकाल आदेशः अस्ति अतः सर्वस्य स्थाने भवति, सम्पूर्ण यु स्थाने अन इति आदेशः भवति. इदानीं वदतु. इदानीं नियोग अन अस्ति, अन आर्धधातुक. इदानीं यदा प्रत्यादेशः भवति अनन्तरम् एव तत्र चिन्तनीयं वलादि वा अवलादि वा, अनन्तरं प्रत्यादेश भूत्वा एव एतत् सर्वं चिन्तनीयं. अस्तु सो अनुबन्धलोपः अपि च प्रत्यादेशः द्वयोः कृत्वा इदागमस्य चिन्तनम् अस्तु अन आर्धधातुकप्रत्ययः अस्ति नि इगन्तधातुः अस्ति अतः सार्वधातुक आर्धधातुकयोः इति सूत्रेण नि ने भवति नेयोग अन एचोयवायावः इति सूत्रेण न योग ऐ योग अन नयनवायावः इति सूत्रेण किं कार्यं भगिनि एकारः अय भवति एकारः अय भवति इत्युक्ते एकारस्य स्थाने ऐ आदेशः स्थाने ऐ आदेशः अय आदेशः नास्ति ऐ आदेशः अत्रापि एतत् सन्धि इत्युक्ते संहितायां संहितायां सत्याम् एतत् कार्यमस्ति सुप्र सन्धिकार्यं त्रिषु स्थलेषु अनिवार्य अस्ति पदनिर्माणसमये यदि सन्धि अवकाशः अस्ति चेत् अवश्य करणीयं यथा अत्र ने योग अन अस्ति इदानीम् एकारस्य स्थाने एच् वर्णस्य परे अच् वर्णः अस्ति अतः एचोयवायावः इति सूत्रेण अवश्यकार्यं करणीयं वाक्ये सन्धिकार्यम् अनिवार्य नास्ति वाक्ये सन्धिकार्यम् अनिवार्य नास्ति समासे अपि सन्धिकार्यम् अनिवार्य अस्ति इत्युक्ते अवश्यकरणीयं सो वाक् समासे सन्धिकार्यं नित्यं पदनिर्माणसमये सन्धिकार्यं नित्यम् अपि च तृतीयस्थलं किमस्ति उपसर्गयोजनेन परन्तु तदपि समासः एव तृतीयं किम् अनुस्वारस् न समासे नित्यं समासे इत्युक्ते यदा समस्तपदस्य निर्माणं भवति पदद्वयस्य तत्र योजनं भवति चेत् तत्रापि सन्धिकार्यं नित्यम् अपि च यत्र उप दिस् वट् आर् दिस् प्रादेयः इत्युक्ते उपसर्ग प्लस् कोऽपि उपसर्ग प्लस् कोऽपि पद योजयामः चेत् धातु पूर्वे उपसर्ग योजयामः चेत् तत्रापि सन्धिकार्यं नित्यम् अस्ति यथा तत्र अयच्छत् इति यः लिङ् लङ्लकारस्य रूपम् अस्ति यदि तत्र प्र इति उपसर्ग योजयामः तत्र प्रायच्छत् इति भवति तत्रापि सन्धिकार्यं नित्यम् अस्ति तत्र प्र इति उपसर्गे अन्ते अकारः अस्ति अयच्छत् इति अकारः आदौ अतः तत्र प्रायच्छत् इति भवति तत्रापि सन्धिकार्यं नित्यम् अस्ति अत्रापि सन्धिकार्यं पदनिर्माणसमये अपि यदि सन्धि अवकाशः अस्ति चेत् अवश्यकरणीयं सो इति तत्र सन्धिविषये अत्र कीदृश सो अत्रापि ऐ आदेशः भवति अतः नयन इति रूपम् अपि च ल्युडन्त् यः नकारान् नपुंसकलिङ्गे एव तस्य रूपं भवति सो नयनं लेखनं भोजनं वदनम् इति एव केवलं नपुंसकलिङ्गे तस्य तस्य रूपाणि सम्भवन्ति अनन्तरं तत्र सप्तसु विभक्तिषु तत्र रूपाणि भवति यथा सो नयनम् इत्युक्ते गमनम् इत्युक्ते द एक्ट् आफ् गोयिङ्ग् श्रवणम् इत्युक्ते द एक्ट् आफ् लिसनिङ्ग् लेखनम् इत्युक्ते द एक्ट् आफ् रैटिङ्ग् सो वेन् सो ऐ केन् यूस् लेखनम् इत्युक्ते सपोज् ऐ वाण्ट् टु यूस् सप्तमी विभक्तिरूपम् ऐ केन् से रामः लेखने कुशलः अस्ति लेखने इति तत्र लेखन् इति यः अकारान् प्रातिपदिकम् अस्ति तस्य सप्तमी विभक्तिः अस्ति राम् इस् एक्स्पर्ट् इन् रैटिङ्ग् रामः कुशलः अस्ति कस्मिन् विषये कुशलः अस्ति लेखने कुशलः अस्ति सो तत्रापि ल्युडन्तरूपम् अस्ति सप्तमी विभक्ति लेखने कुशलः अस्ति सो तादृश तत्र ल्युडन्त केवलं नपुंसकलिङ्गे एव ल्युडन्तरूपाणि तेषां प्रयोगः भवति अस्तु इदानीं तत्र चीदातुः चीदातुः कस्य गणस्य धातुः स्वादिगणस्य चीदातुः परन्तु अत्र गणचिन्तनम् अनावश्यकं किमर्थं चेत् अत्र सर्वे आर्धधातुप्रत्ययः अत्र तु इडागमः विषये चिन्तनीयं करणीयं चिन्तनं करणीयम् अस्तु ची विषये का वदति ची इति स्वादिगणस्य ची धातुः का वदति ची धातु चुरादौ अपि अस्ति चुरादौ धातुद्वयं चिङ् अपि च ची भाषायां ची चयने ची चयने चिङ् चयने स्वादिगणे ची विषये का वदति चीन् धातुविषये मञ्जरी भगिनी वदति वा धातुविषये वदतु एकवारम् अनुबन्धाः के अपि च कीदृशधातुः अस्ति ची चयने इति अत्र चीय इति मूलधातुः अस्ति तत्र यकारस्य इत् संज्ञा भूत्वा ची एव अवशिष्यते यक इया इति तस्य इत् संज्ञा अस्ति हलन्त इति सूत्रेण तेन किम् तत्र तेन किं मूलधातु मध्ये यकारः अस्ति तथा धातु अस्ति इयत् अस्ति ञत् अस्ति तेन तथा धातु इयत् नित् अस्ति चेत् तत्र परस्मैपदी भवति न न कथं भगिनि त्वरितञित् कर्त्र्याभिप्राये क्रियाफले यस्मिन् धातोः तालुन्यकारस्य इत् अस्ति यथा ची इति तालुन्यकारस्य इत् अस्ति सः णित् धातुः स्वरित् यस्मिन् स्वरित् स्वरस्य इत् अथवा यस्मिन् ण्यकारस्य इत् अस्ति सः उभयपदी धातु भवति ची धातुः अपि उभयपदी धातुः अत्र पश्यतु अत्र लिखितम् उभयपदी स्क्रीन् दृश्यते वा भगिनि किमर्थं चेत् अत्र तालुन्यकारस्य इति अस्ति यत्र यत्र यस्मिन् यस्मिन् धातुः तालुन्यकारस्य इति अस्ति सः उभयपदी धातु स्वरितनित्तकर्तृ अभिप्राये क्रियाफले आत्मने पदम् इति तत्र सम्पूर्णसूत्रं भवति सो यदि क्रियायाः फलं कर्तारं प्रति गच्छति ची धातुविषये तत्र आत्मनेपदीप्रत्ययः योजनीयं नो चेत् शेषात् कर्तरि परस्मैपदं यदि तादृशविवक्षा अस्ति तदा तत्र ची धातु अनन्तरं परस्मैपदीप्रत्ययः अपि वयं योजयितुं शक्नुमः परन्तु मूलसूत्रमस्ति स्वरितनित्तकर्तृ अभिप्राये क्रियाफले सो धातु अत्र इत् अस्ति तालुन्यकारस्य इत् अस्ति अतः उभयपदी अपि च प्रायशः अस्माभिः तत्र किम् अनिट् इत्युक्ते कथम् अन्यट् अस्ति अत्र अन्यट् लिखितं किमर्थम् अन्यट् अस्ति प्रायशः अत्र इकारः कीदृशीकारः एका च उपदेशे अनुदातात् न इट् प्रायशः अनुदात् अनिट् लिखितं न सो अनुदातात् अनन्तरम् एव इडागमस्य निषेधः अस्ति सो अनिट् अस्ति चेत् इत्युक्ते अत्र इकारः किम् अनुदात् भवति एकवारम् अत्र पश्यतु कुत्र अस्ति स्वराङ्कितधातुपाठः स्क्रीन् दृश्यते वा दृश्यते भगिनि च च अत्र पश्यतु अत्र अनुदात्तचिह्नम् अस्ति आदौभागे तत्र रेखा अस्ति इत्युक्ते एतत् रेखा इकारस्य कृते अस्ति न तु चकारस्य कृते सो अधोभागे रेखा अस्ति चेत् सः अनुदात् चिह्नम् एतत् अनुजात् चिह्नम् अस्ति टि इति अत्र दृश्यते वा एतत् अत्र अधोभागे एकं लघुरेखा अस्ति टि चयने विषये सः अनुदात् स्वरः अनुदात् यदा तत्र अन्यट् लिखितम् अस्ति चेत् तेन किं यः अवशिष्टस्वरः अत्र अवशिष्टस्वरः कः इकारः ञकारस्य इति अस्ति चेत् एकमेव एका च अस्ति परन्तु अवशिष्टस्वरः अनुदात् अस्ति बिकास् अत्र अन्यट् लिखितं न सो ऐ केन् क्विक्लि गेस् देट् ओके इकारः अनुदात् भवेत् बिकास् एका च उपदेशे अनुदात्तात् न इट् यदि तादृशधातुः अस्ति यस्मिन् अवशिष्टस्वरः अनुदात् स्वरः तस्मात् अनन्तरम् इडागमस्य निषेधः अस्ति न इट् निषेधसूत्रम् इडागमनिषेधकसूत्रम् एकाच उपदेशे अनुदात्तात् न इट् यद्यपि प्रत्ययः इडानुकूलः तथापि तत्र इडागमः न भवति बिकास् धातु अनुदात्तात् धातुः अस्ति अनुदातात् इति पञ्चमी अस्ति एकाच उपदेशे अनुदातात् अनन्तरं यथा ची धातुः अनन्तरं यदि वयं तत्र तव्यत् योजयामः तत्र इडागमस्य निषेधः अस्ति तव्यत् इडानुकूलप्रत्ययः परन्तु ची धातुः अनिट् अस्ति इडानुकूल नास्ति बिकास् अत्र अवशिष्टस्वरः अनुदात् अस्ति अतः अनुदातात् तस्मात् अनन्तरं न इट् इडागमः न भवति इति तत्र अनिट् धातुः अनिट् धातुः इगन्त् अस्ति धातुः परन्तु अनिट् अस्ति सो इदानीं ची धातु योग नवल् प्रत्ययः सो ची इगन्तधातुः अन्ते इक्वर्णः इकारः इक्वर्णः अपि च इकारः अचवर्णः अजन्तधातुः अथवा इगन्तधातुः पर उभयपदी धातुः अपि च अनिट् धातुः इदानीं ची योग नवुल् नवुल् विषये वदतु भगिनि ची योग नवुल् अत्र लकारस्य हलन्त्यमिति सूत्रेण इत् संज्ञा भूत्वा तस्य लोपः भवति अनन्तरं नूल् नकारस्य अपि संज्ञा भवति अत्र केन सूत्रेण नकारः टु वर्णः चुटु चुटु इति सूत्रेण तत्र नकारस्य संज्ञा भवति अनन्तरं लु एव अवशिष्यते भू अवशिष्यते भू अवशिष्यते तत्र यु आर् नको इति सूत्रेण बुकारस्य भू इत्यस्य बुकारः न भू इत्यस्य स्थाने अनेकार हा भू इति स्थाने अक् आदेशः न अक अन्ते अपि अकारः अस्ति अकारः तथा चि योग अक इदानीम् अक इति नवुल् इति कृत् प्रत्ययः इदानीम् अक आदेशः यदा भवति सः वलादि वा आशादि नवुल् इति प्रत्ययः इडानुकूलः वा न वा इति तस्य विषये अपि वदतु भगिनि नवुल् इति इडानुकूलप्रत्ययः कथम् भूस्थाने अक इति आदेशः भवति इदानीं प्रत्ययः अस्ति अक इति प्रत्ययः अकारः वल् प्रत्याहारे अस्ति वा स्वराः वल् प्रत्याहारे सन्ति वलादि नास्ति वलादि नास्ति चेत् इडानुकूलः नास्ति इडानुकूलः नास्ति यत्र यत्र यत्र यत्र प्रत्यये आदिवर्णः स्वरः अस्ति चेत् सः तत्र इडानुकूलः नास्ति इकारः नवुल् अकारः वु अण अकारः अनियर् अकारः एते सर्वे इडानुकूलः न अनिट् प्रत्ययाः नवुल् अपि अनिट् अत्रापि इडागमः न भवति प्रत्यय इडानुकूलः नास्ति वदतु प्रत्ययः प्रत्ययः अपि इडानुकूलः नास्ति तथा धातु अपि इडानुकूलः नास्ति प्रत्ययः अपि च प्रत्ययस्य स्वभावः कः नकारस्य इत् अस्ति चेत् णित् प्रत्ययः विशिष्ट अर्धधातुप्रत्ययः नावुल् इति विशिष्ट अर्धधातुप्रत्ययः अत्र किञ्चित् विशेषकार्यं भवति पततु चि योग अक योग अक नित् अस्ति चेत् किं नित् णित् यत् णित् अस्ति ते अस्ति चेत् तत्र तत्र वृद्धिः भवति आम् सो केन सूत्रेण अत्र अजन्तदातु अस्ति अन्ते अच् सत्यं वदतु अचो णिति इति सूत्रेण तत्र इकारस्य तत्र ह्रस्व इकारस्य वृद्धिः भवति तत्र ह्रस्व किमपि न उक्तमस्ति अन्ते यदि आचवर्णः अस्ति चेत् तस्य आचवर्णस्य वृद्धिः भवति सो अत्र अन्ते इकारः सो इकारस्य वृद्धिः किम् के वृद्धिसंज्ञकवर्णाः वृद्धि आत् एच् वृद्धिः आत् एच् वृद्धि ऐ ओ ऐ औ आ ऐ औ ऐच् अस्ति वृद्धि राधैच् ऐच् अस्ति ऐच् प्रत्याहारः ऐच् प्रत्याहारः इकारः तालुवर्णः अत्र कण्ठतालु अस्ति ऐकारः सो इकारस्य वृद्धिः ऐकारः स्थाने अन्तरतमः यस्य स्थाने आदेशः अत्र इकारस्य स्थाने आदेशः अन्तरतमः इत्युक्ते तुल्यतमः अत्र आदेशत्रयः आकारः ऐकारः ओकारः त्रयः आदेश त्रिषु आदेशेषु कः तुल्यतमः ऐकारः तुल्यतमः बिकास् इकारः तालुवर्णः ऐकारः कण्ठतालु अतः ऐकारः एव तुल्यतमः सूत्रमस्ति स्थाने अन्तरतमः यस्य स्थाने आदेशः तस्य तुल्यतमवर्णः एव आदेशरूपेण आगन्तुं शक्यते कोऽपि अन्य न आगन्तुं शक्यते सो ची चै भवति ची चै भवति चै भवति चै इदानीम् अनन्तरं चै ऐ स्थाने आदेशः भवति आय आय एचो यवायावः सो सन्धिकार्यम् अत्र करणीयम् ऐ अपगच्छति तस्य स्थाने आय् आदेशः भवति योग अक् चाय योग अक् तत्र वर्णमेलनं भूत्वा चायक इति भवति चायक इति पदनिर्माणं भवति तस्य कारणेन तत्र सन्धिकार्यं नित्यं भवति इदानीं सीयोग तृच् का वदति लेट्स् फिनिश् द ची धातुः सीयोग तृच् विषये का वदति कारस्य इत्संज्ञा भूत्वा तत्र अहं वदामि वा चेतना भगिनी तृच् विषये वदति वा चीयोग तृच् हलन्त्यम् इति सूत्रेण चकारस्य इत् भवति तस्य लोपः भवति तृ अवशिष्यते तृ आर्धधातुक सामान्य आर्धधातुकप्रत्यय अस्ति अतः चियोग तृ भवति सार्वधातुक आर्धधातुकयोः इति सूत्रेण चि चे भवति चे योग तृ वर्णमेलनन्तरं चेतृ भवति सो अत्र ऋकारान्त् प्रातिपदिकस्य निर्माणं भवति तृजन्तरूपं ऋकारात् प्रातिपदिकम् अस्ति चेत् अत्र यथा चेता इति पुल्लिङ्गे रूपम् अत्रापि इडागमः न भवति इति उक्तवती खलु अपि तृ न दत्तं न त्र दत्तं त्रिडनुकूलः अस्ति परन्तु धातु अनिट् अस्ति अतः इदारमः न भवति यदा वयं पथयोग तृच् कुर्मः तत्र किमपि कार्यं नास्ति परन्तु इडागमः भवति बिकास् पठ धातु इडनुकूलप्रत्ययः तृच् अपि सेट् अस्ति पठ अपि सेट् अस्ति सो तत्र पठित्र इति प्रातिपदिकं पठित्र पठिता इति पुल्लिङ्गे रूपं भवति इति तत्र तृच् प्रत्ययः तृच् तत्र ति तु तथ सिसु सरकसेषु तत्र तृन दत्तं तत्र त्रि त्र दत्तं तु दत्तं ति दत्तं सो तृच् प्रत्ययः सेट् प्रत्ययः अत्र सकारादि अस्ति अतः सेट् प्रत्ययः अस्ति यदि धातु अपि सेट् तदा इडागमः भवति अत्र अत्र अपि त्रिजन्त अत्र नदी स्त्रीलिङ्गे नदीवत् रूपाणि भवन्ति पुल्लिङ्गे कर्तृ इति यथा कर्तृ इति प्रातिपदिकस्य रूपाणि तथैव अत्र पठित्र नेत्र इति रूपम् अपि च नपुंसकलिङ्गे दातृ यथा दातृशब्दस्य रूपाणि तथैव नपुंसकलिङ्गे रूपाणि भवति सो नेत्री इति तत्र भवति स्त्रीलिङ्गे. एकं सूत्रमस्ति उगितश्च इति सूत्रम्. सो उगितश्च इति सूत्रेण यः उगित् अस्ति, परन्तु एतत् उगित्तु नास्ति. उक्वर्णस्य यत्र इत्संज्ञा अस्ति तत्र प्रायशः णीप् प्रत्ययस्य विधिः अस्ति. स्त्रियां द्योतयितुं तत्र णीप् प्रत्ययस्य विधिः अस्ति. सो अत्रापि णीप् प्रत्ययः एव विधीयते, परन्तु एतत् उगित् नास्ति. तृच् उगित् नास्ति. अत्र तु चकारस्य इत्संज्ञा एव अस्ति, ऋकारस्य इत् नास्ति. एकवारं पश्यामः उगितश्च सूत्रं किं वदति. फोर् वन् सिक्स् उगितश्च उगितः च नीप् प्रातिपदिका स्त्री उगितान्त शब्दः प्रातिपदिकान् स्त्रीत्वं द्योतुं नीप् प्रत्ययः भवति. अनेन सूत्रेण एव यथा तत्र नेतृ इति यः प्रातिपदिकम् अस्ति अन्ते तत्र ऋकारः अस्ति. ऋकारः उक् वर्णः इत्युक्ते उक् प्रत्याहारस्य वर्णः. उक् प्रत्याहारे उ एण्ड् लु. सो एतत् यस्य प्रातिपदिकस्य अन्ते उक् प्रत्याहारस्य वर्णः विधीयते तस्मात् प्रातिपदिकात् स्त्रीत्वं द्योतयितुं नीप् प्रत्ययः भवति. सो नेत्री इति तत्र स्त्री प्रातिपदिकम्. आर् यु गेटिङ्ग् मै पायिण्ट् वाट् ऐ एम् सेयिङ्ग्? मया इदानीं तत्र कीदृशप्रातिपदिकं तृजन्त प्रातिपदिकं किम् अस्ति? चेतृ. चेतृ चेतृ इति यः प्रातिपदिकम् अस्ति तत्र पुल्लिङ्गे कर्तुवत् तत्र रूपाणि भवन्ति. पुल्लिङ्गे तु कोऽपि समस्या नास्ति, ऋकारान्त प्रातिपदिकम् अस्ति. पुल्लिङ्गे तस्य शब्दरूपं कथं भवति? कर्तृ यथा अस्ति, कर्तृ अपि ऋकारान्त प्रातिपदिकम् अस्ति, तथैव तस्य पुल्लिङ्गे तस्य रूपाणि सर्वेषां धातोः अनन्तरं तृच् योजयामः चेत् पुल्लिङ्गे कर्तृवत् तस्य रूपाणि भवन्ति. इदानीं विषयः अस्ति स्त्रीलिङ्गे किं भवति. स्त्रीलिङ्गे चेतृ यः अस्ति तत्र कीदृशस्त्रीप्रत्ययः योजयामः? तत्र आकारान्त स्त्रीलिङ्ग प्रत्ययः योजयामः वा ईकारान्त? तस्य विषये सूत्रं भवेत् न. सो सूत्रमस्ति उगितश्च. उगितश्च सूत्रेण तत्र नीप् प्रत्ययस्य विधिः. अनेन सूत्रेण नीप् प्रत्ययः कस्मात् अनन्तरं वयं योजयितुं शक्नुमः. नीप् इति स्त्रीप्रत्ययः, ण्यन्तात् एण्ड् आबन्तात्. सो टाप् चाप् डाप् दीस् आर् सिक्स् स्त्रीप्रत्ययास्. देन् नीप् नीश् नीन् दीस् आर् आल्सो स्त्रीप्रत्ययः, सिक्स् स्त्रीप्रत्ययास्. सो नीप् प्रत्ययस्य विधिः कुत्र अस्ति? सूत्रमस्ति उगितश्च. सो यः उगित् अस्ति तस्मात् अनन्तरं च कस्मात् अनन्तरमपि नीप् अस्ति, परन्तु उगित् अनन्तरमपि नीप् अस्ति. उगित् इत्युक्ते यस्य प्रातिपदिकस्य अन्ते उक् प्रत्याहारस्य वर्णः. उक् प्रत्याहार इत्युक्ते ऊरुलु अ इ उन् रुलुक्. सो उक् इति प्रत्याहारः तत्र एते वर्णाः उकारः ऋकारः लुकारः. सो इदानीं चेतृ यः अस्ति तस्य अन्ते किम् अस्ति? ऋकारः अस्ति. सो उगित् प्रातिपदिकम् अस्ति, तस्य अन्ते उक् वर्णः अस्ति. अतः तादृशप्रातिपदिकस्य स्त्रीतं द्योतयितुं नीप् प्रत्ययस्य विधिः उक्तमस्ति. सो ऐ केन् एड् ओन्लि नीप् प्रत्यय टु दिस् चेतृ फार् मेकिङ्ग् ए स्त्रीलिङ्ग् प्रातिपदिकम्. ऐ केनाट् एड् एनि टाप् जाप् आर् सम् अदर् प्रत्यय. सो इति नीप् प्रत्ययः अतः चेत्री इति भवति नीप् प्रत्ययः यदा योजयामः चेत्री इति भवति सो चेत्री भवति चेत् इकारान्त् प्रातिपदिकं स्त्रीलिङ्गे अतः नदीवत् एतस्य रूपाणि भवन्ति नदी शब्दवत् स्त्रियां तस्य रूपाणि नदीवत् भवति नपुंसकलिङ्गे दातृ इति अस्ति न तु कर्तृवत् दातृशब्दस्य यथा रूपाणि तथैव नपुंसकलिङ्गे ऋकारान्त् प्रातिपदिकस्य एव तत्र ग्रहणं परन्तु तत्र धातृवत् रूपाणि भवन्ति यथा धातृशब्दस्य रूपं शब्दरूपं तथैव चेत्र नपुंसकलिङ्गे रूपाणि भवन्ति अवगतं वा अवगतमन्ते धन्यवादः सो यदा वयं तृच् प्रत्ययः योजयामः तत्र अन्ते ऋकारः अस्ति अतः एतत् उगित् प्रातिपदिकं सम्भवति अत्र उक्वर्णः यस्य प्रातिपदिकस्य अनन्तरं ऋकारः अस्ति अतः स्त्रीत्वं द्योतयितुं तत्र नीप् प्रत्ययस्य विधिः अस्ति नीप् केवलं दीर्घ इ एव अवशिष्यते नीप् प्रत्यये अतः चेत्री इति तत्र भवति अनन्तरं नदीवत् तस्य रूपाणि सम्भवन्ति इदानीं तत्र क्तप्रत्ययः चियोग क्तप्रत्ययः का वदति कोऽपि अन्य वक्तुमिच्छति अत्र के के जनाः सन्ति एकं निमिषः शेर् करोमि के वि महोदय वक्तुमिच्छति वा महोदय अस्तु वदतु कृदतिङ्ग् आर्धधातुकं कृत् प्रत्ययस्य आर्धधातुकम् अस्ति तो खण्डितः चेत् आदौ ककारस्य लशको तदते कस्य ध्वनिः मम ध्वनिः वा महोदयस्य ध्वनिः महोदयस्य ध्वनिः परन्तु मम कृते सम्यक् अस्ति भगिनि आं श्रूयते इन्क्रीस् युवर् वाल्यूम् प्लीस् न न सम्यक् अस्ति हि सेयिङ्ग् इट् ब्रेक्स् इन् बिट्वीन् मे बि सम् नेट्वर्क् इश्यू विदार् वदतु ककारस्य लशक्कु तदित्ते इत् भवति तस्य लोपः लोपः भवति त एव अवशिष्यते सो त नौ त आर्धधातुकम् अस्ति वे वे बलादि अस्ति वशादि न अस्ति अतः प्रत्ययः सेट् अस्ति धातु अलेट् अस्ति सो इडागम भवति सो चि चि योगत् त तु कित् अस्ति अतः कित् अस्ति अतः गुणः अपि न भवति गुणः गुणनिषेधः न भवति गुणनिषेधः अस्ति न कित् कित् अस्ति तु किन्नति च इत्यनेन गुणनिषेधः अस्ति अतः चित्त एव ऐ थिङ्क् चित्त चित्त इति आकारान् प्रातिपदिकं सो प्रातिपदिकं चित्त तु सो रामः एव पुल्लिङ्गे रामशब्दवत् रूपाणि भवति रामशब्दवत् स्त्रीलिङ्गे स्त्रीलिङ्गे अज अकारान् प्रातिपदिकम् अस्ति चेत् प्रायः अजाद्यश्च टाप् इति सूत्रेण टाप् इति टाप् चित्ता चिता इति स्त्रीलिङ्गे रूपम् एकवचने अजादेश्च चित्तं चित्तमेव चित्तम् अत्र पश्यतु अजाद्यश्च टाप् इति अत्र टाप् प्रत्ययस्य विधिः अनेन सूत्रेण टाप् प्रत्ययः कस्मात् विधीयते सो अजादिगणे ये शब्दाः सन्ति अपि च अकारान्त् शब्देभ्यः सो अकारान्त् शब्देभ्यः सामान्यरूपेण तत्र स्त्रीत्वं द्योतयितुं टाप् इति प्रत्ययः भवति अतः चिता इति तत्र स्त्रीलिङ्गे आकारान्त् प्रातिपदिकं भवति टाप् प्रत्ययस्य योजनेन इति एव बिकास् अत्र त इति प्रत्ययः अन्ते अकारः अस्ति अकारान् शब्देभ्यः स्त्रीत्वं द्योतयितुं टाप् इति प्रत्ययस्य विधिः अस्ति अज सूत्रमस्ति अजाद्यश्च टाप् अजाद्यश् टाप् इति सूत्रम् अस्तु इदानीं चियोग तवतु क वदति मञ्जरी भगिनी वदति वा आं वदामि चियोग तवतु तवतु अत्र अन्तिम अन्तिम तकारस्य तथा इकारस्य तवत् ने अन्तिम इकारस्य हा अन्ते इकारः अस्ति वा तवतु तवतु अन्ते इकारः अस्ति अन्ते इकारः कुत्र इकारः अस्ति उकारः अस्ति भगिनि तवतु उकारः अस्ति प्रायशः उकारः अनुनासिक अस्ति अत्र सो उकारस्य केन सूत्रेण संज्ञा भवति उकारस्य उपदेशे उपदेशे अज् अनुनासिक् अनुनासिक् अच् मम मनसि उकारः एव अस्ति परन्तु अहम् इकारः इति उक्तवती उपदेशे अज् अजनुनासिकस्य इत् इति सूत्रेण उकारस्य इत् भूत्वा तत्र तवत् तवत् इति अवशिष्यते तवत् इति आर्धधातुक सामान्य अर्धधातुकप्रत्ययः तथा तत्र इडानु इडा हा कित् अस्ति तथा इडानुकूल अस्ति इडानुकूल अस्ति तथा तत्र हा परन्तु धातु इडानुकूल नास्ति अनिड् अस्ति तथा हा तत्र इडागमः न भवति अपि च गुणः भवति वा चीचे भवति वा अत्र हा च हा गुणः भवति तत्र गुणः भवति न अत्र प्रत्ययः कः भगिनि खतावतु क अपि अस्ति न ककारः आदौ अस्ति हा ककारः अस्ति कित् कित् अस्ति प्रत्ययः सो अतः गुणः गुणः भवति न तत्र कित् यस्मिन् प्रत्यये अस्ति चेत् तत्र गुणनिषेधः भवति तत्र गुणः न भवति गुणनिषेधः अस्ति यस्मिन् यस्मिन् प्रत्यये ककारस्य इत् अस्ति तत्र गुणः वृद्धिः न भवति कित् नित् प्रत्यये परे गुणः न भवति किणिति इति सूत्रेण न भवति, गुणनिषेधः अस्ति. सुचियोग किम् अवशिष्यते, प्रत्यये किम् अवशिष्यते, अवशिष्टभागः कः प्रत्यये, अस्मिन् प्रत्यये अवशिष्टभागः कः? तवत् इति अवशिष्टभागः. सुचियोग तवत्. इडानुकु इडागमः नास्ति, गुणः नास्ति, सो किं करणीयम्? सन्धि अवकाशः अपि नास्ति, सो किं करणीयम्? वर्णमेलनं, केवलं वर्णमेलनं करणीयम्. किं भवति, कीदृशप्रातिपदिकस्य निर्माणम्? चियोग तवत्, चित्तवत् इति प्रातिपदिकं. चित्तवत् कीदृशप्रातिपदिकम् अत्र अस्ति? चित्तवत्. अन्ते हलन्तवर्णः अस्ति, तकारान्त् प्रातिपदिकं. चित्तवत् तकारान्त् प्रातिपदिकम् अस्ति चेत् पुल्लिङ्गे भवत् शब्दवत् रूपाणि, स्त्रीलिङ्गे नपुंसकलिङ्गे जगत् शब्दवत् रूपाणि, अपि च अत्र उकारः अस्ति चेत् तत्र नीप् प्रत्ययस्य विधिः अस्ति. अत्र अपि चितवती, चितवान्, चितवती इति अत्र अपि नीप् प्रत्ययस्य विधिः अस्ति. सो यस्मिन् प्रत्यये उक् वर्णस्य इत् अस्ति सः उगित् प्रत्ययः. उक् इत् यस्मिन् सः उगित्, देर् आर् टु सूत्रास् विच् आर् उगित्. अत्र पश्यतु, उगित् एकम् अस्माभिः पूर्वे दृष्टम्, उगितश्च. एकम् अन्यत् सूत्रम् अस्ति उगितश्च. अष्टाध्यायी न दृश्यते महोदय. दृश्यते वा? अत्रापि नीप् प्रत्ययस्य विधिः अस्ति. सूत्रं किम्? एकमस्ति रिन्योबिन् अरिण्येभ्यो नीप्, अपि च अजादश्च टाप्. एक सेकेण्ड्, वन् सेकेण्ड्. इदानीं दृश्यते वा? इदानीं स्क्रीन् करपत्रं दृश्यते. आं, करपत्रं दृश्यते. सो अत्रापि नीप् प्रत्ययस्य विधिः अस्ति वा, नीश् प्रत्ययस्य विधिः अस्ति? दृष्ट्वा वदामि. उगित् सचाम् उगितश्च. एतत् भिन्नसूत्रम् अस्ति. तवतु प्रत्यये अपि नदीवत् रूपाणि भवति, परन्तु अत्र किं विशेषः? मया पूर्वस्मिन् वर्गे अपि उक्तं, तवतु विषये किं विशेषः अस्ति? एतत् प्रत्ययः इत् प्रत्ययः. सो तत्र एकं सूत्रम् अस्ति, उगितचां सर्वनामस्थाने अधातोः, परन्तु तत्र अनेन सूत्रेण नुमागमः अस्ति. सर्वनामस्थानप्रत्यये परे यः उगित् अपि च अच् धातोः अञ्च धातुः अस्ति, तस्मात् अनन्तरं तत्र नुमागमः भवति सर्वनामस्थानप्रत्यये परे. अपि च सर्वनामस्थानसंज्ञा व्याकरणशास्त्रे कस्य कृते अस्ति? पूर्वस्मिन् वर्गे पठितं न, सुड् नपुंसकस्य, सुड् अनपुंसकस्य, सुट् प्रत्ययस्य विषये सर्वनां स्थानसंज्ञा अस्ति, परन्तु अनपुंसके इत्युक्ते स्त्रीलिङ्गे पुल्लिङ्गे, स्त्रीलिङ्गे पुल्लिङ्गे सुट् इति प्रत्ययानां कृते सर्वनां स्थानसंज्ञा. सुट् इत्युक्ते सु औजस् अम् ओट्. सो पञ्च प्रत्ययानां कृते सर्वनां स्थानसंज्ञा अस्ति, परन्तु केवलं तत्र लिखितमस्ति अनपुंसके, सुड् नपुंसकस्य. पूर्वस्मिन् वर्गे अपि पठितं सुट् अनपुंसकस्य इत्युक्ते सुट् इति प्रत्याहारः, सुट् इति सु औजस् अम् औट् इति एतत् सुट् प्रत्याहारे एते पञ्च प्रत्ययाः सन्ति. सो एतेषां पञ्च प्रत्ययानां कृते सर्वनां एतत् अस्ति संज्ञासूत्रं, सुड् अनपुंसकस्य इति संज्ञासूत्रम्. अनेन सूत्रेण का संज्ञा? सर्वनां स्थानसंज्ञा. सो कस्य व्याकरणशास्त्रे सर्वनां स्थानसंज्ञा कस्य? सुट् इति प्रत्ययस्य, इत्युक्ते सु औजस् अम् ओट्. परन्तु त्रिषु लिङ्गेषु न, केवलं नपुंसक पुल्लिङ्गे स्त्रीलिङ्गे, बिकास् अत्र उक्तम् अनपुंसकस्य, न नपुंसकस्य, इत्युक्ते पुल्लिङ्गस्य स्त्रीलिङ्गस्य. सुट् प्रत्ययानां कृते पुल्लिङ्गे स्त्रीलिङ्गे सर्वनां स्थानसंज्ञा अस्ति. अनन्तरम् एकम् अन्यत् सूत्रमस्ति शी सर्वनां स्थान. सो शी सर्वनां स्थान सूत्रेण अपि सर्वनां स्थानसंज्ञा दत्तं. सो सूत्रद्वयेन सर्वनां स्थान संज्ञा दत्तं व्याकरणशास्त्रे. एकमस्ति सूड अनपुंसकस्य, द्वितीयसूत्रम् किं पृष्टः वा? सो शी सर्वनां स्थान इति सूत्रेण अपि सर्वनां स्थान संज्ञा दत्तम्. एतदपि संज्ञासूत्रम् अस्ति. सो शी प्रत्ययस्य कृते अपि सर्वनां स्थान संज्ञा अस्ति. अत्र किमपि न उक्तं नपुंसकलिङ्गे वा पुल्लिङ्गे वा स्त्रीलिङ्गे वा, अत्र केवलं लिखितं शी इति प्रत्ययस्य सर्वनां स्थान संज्ञा. परन्तु वयं सुप् प्रत्यय पश्यामः चेत् अत्र कुत्रापि शी प्रत्ययः नास्ति. सु औजस् अमोट्षष्टाभ्याम्ब्यस् नसिभ्याम्ब्यस्, तत्र शी इति प्रत्ययः कुत्रापि न श्रूयते. सो शी प्रत्ययः कुतः आयाति? सो तत्र सूत्रमस्ति जश्शसोः शी. सो जस्थाने शस्थाने अत्रापि नपुंसकलिङ्गे इति अनुवर्तते. जस् शस् इति यः प्रत्ययद्वयं, प्रथमविभक्ति बहुवचन द्वितीयविभक्ति बहुवचन प्रत्ययः जस् अपि च शस्, तेषां स्थाने शी आदेशः भवति. कदा भवति? नपुंसकात्, यदि अङ्गं नपुंसकात् अङ्गात्, यदि सः नपुंसकलिङ्ग अङ्गम् अस्ति तदा एव जस् अपि च शस् स्थाने शी आदेशः अस्ति. शी अपि अनेकाल आदेशः अस्ति, शकारः इकारः. सो अनेकाल शित् सर्वस्य इत्यनेन सम्पूर्ण जस् स्थाने, सम्पूर्ण शस् स्थाने शी इति आदेशः अस्ति. अनेकाल शित् सर्वस्य, अतः नपुंसकलिङ्गे प्रत्ययद्वयस्य कृते शी इति आदेशः भवति. इत्युक्ते इण्डैरेक्ट्लि जस् अपि च नपुंसकलिङ्गे केवलं जस् प्रत्ययस्य सर्वनां स्थानसंज्ञा, शस् प्रत्ययस्य सर्वनां स्थानसंज्ञा, बिकास् तत्र अस्ति शी सर्वनां स्थानम्. सो शी प्रत्ययस्य कृते सर्वनां स्थान. शी कदा आयाति? नपुंसकलिङ्गे जस् स्थाने शी आयाति, शस् स्थाने शी आयाति. सो सः नपुंसक. सो किमर्थं सर्वनां स्थानसंज्ञक प्रयोजनं किं? वै शुड् वि गिव् सर्वनां टु सम् प्रत्यय? वै शुड् वि नेम् देम् एस् सर्वनां स्थान? बिकास् सर्वनां स्थान प्रत्ययपरे नुमागमः भवति इति तत्र उगितचाम् सूत्रम्. उगितचाम् सर्वनां स्थाने धातोः, अधातोः, अधातोः, यः धातुः नास्ति तादृश उगित् अपि च प्रत्ययः अञ्च तु साक्षात् धातु अस्ति, अतः तत्र अधातोः इति विशेषणं नास्ति तस्य कृते, उगित् इत्यस्य कृते अधातोः। सो यः उगित् शब्दः यथा तवतु, तत्र उक् उगित् इत्युक्ते अत्र उक् इत् यस्मिन्, सः उगित् इति बहुव्रीहि समासः। सो उगित् शब्दः तवतु इति उगित्, इदानीम् अस्माभिः किं चित्तवत् इति यः अस्ति, चित्तवत् उगित् शब्दः, चित्तवत् तवतु प्रत्यये उकारस्य इत् अस्ति, तत्र उकारस्य प्रयोजनम् अस्ति, अन्तिम यः उकारः, तेन किं भवति तवतु इति उगित् शब्दः, चित्तवत् इति उगित् शब्दः। तस्मात् परे यदा तत्र पुल्लिङ्गे सर्वनां स्थानप्रत्ययः अस्ति तत्र नुमागमः भवति। श्रीनुमागमः यद्यपि अत्र सर्वनां स्थान पुल्लिङ्गे स्त्रीलिङ्गे भवति, परन्तु नुमागमस्य स्त्रीलिङ्गे तस्य विकल्पः अस्ति, पुल्लिङ्गे नित्यं भवति। सो एतत् सूत्रं प्रायशः पुल्लिङ्गे कार्यं करोति। अत्र कुत्रापि लिखितं वा? कुत्रापि अत्र लिखितम् अस्य पुल्लिङ्गस्य प्रथमा बहुवचनरूपसिद्धिः लिखितम्। सो तत्र नुमागमः भवति पञ्चसु प्रत्ययेषु परे, तत्र नुमागमः भवति इति तत्र तावत् विषये विशेषः। सो तावत् उगित् अस्ति, तत्र उकारस्य प्रयोजनम् अस्ति, तत्र उकारस्य यः इति संज्ञा भवति तस्य प्रयोजनं दृश्यते, तेन तावत् चितवत् अथवा पठितवत् इति यः भवति सः उगित् शब्दः। सो उगित् शब्दस्य परे यदि वयं सर्वनां स्थानप्रत्यय योजयामः तत्र नुमागमः भवति। मयापि पूर्वे उक्तं पचन् पचन्तौ पचन्तः पचन्तं पचन्तौ, पञ्चसु स्थलेषु एव नुमागमः श्रूयते। अनन्तरं द्वितीया बहुवचन अनन्तरं कुत्रापि नकारः न श्रूयते, बिकास् अनेन सूत्रेण सर्वनां स्थानप्रत्ययपरे एव नुमागमः अस्ति। यस्य प्रत्ययस्य कृते सर्वनां स्थानसंज्ञा नास्ति तत्र नुमागमः न भवति। सो तत्र पचता इति एव तृतीया एकवचनं, पचति इति सप्तमी अस्ति, तत्र नकारः न श्रूयते, परन्तु सु औजस् अम् ओट् इति विषये नकारः श्रूयते। पचन् पचन्तौ पचन्तः पचन्तम् इति द्वितीया एकवचन, द्वितीयाविभक्ति एकवचनरूपम्, अपि च पचन्तौ इति तत्र रूपाणि भवन्ति इति तत्र तवतु विषये विशेषः। सो अत्र प्रायशः नुमागमः भवति पुल्लिङ्गे, स्त्रीलिङ्गे तत्र निषेधः अस्ति, केन सूत्रेण अस्ति अग्रे वदामि इदानीं। सो तवतु इति, अपि च तवतु कर्तरिप्रयोगे भवति, रामः, अपि च एतत् कर्तृविशेषणमपि भवति, क्रियां दर्शयितुमपि एतेषां प्रयोगः, एते शब्दस्य प्रयोगः भवति। चितवत् इत्युक्ते रामः पुष्पाणि चितवान् इति तत्र पुल्लिङ्गे रूपं भवति। सो क्रियां दर्शयितुमपि एतस्य प्रयोगः भवति, अपि च कर्तरिप्रयोगे तवतु तवान्त शब्दस्य प्रयोगः भवति, परन्तु क्त प्रत्ययस्य कर्मणि प्रयोगः भवति। रामेण पुष्पं चितः, भूतकाले द्वयमपि भूतकाले अस्ति, परन्तु क्त प्रत्यय कर्मणि प्रयोगे भवति, तवतु प्रत्यय कर्तरि प्रयोगे भवति, एक्टिव् वाय्स् एण्ड् पेसिव् वाय्स् इति तत्र प्रत्ययद्वयस्य विशेषः अस्ति। द्वयमपि भूतकाल क्रिया द्योतयितुं तेषां प्रयोगः, परन्तु एकं कर्तरिप्रयोगे तस्य प्रयोगः भवति, क्त प्रत्ययस्य कर्मणि प्रयोगे भवति प्रयोगः। अस्तु, इदानीं 39 इदानीं तु समयः अभवत्. सुचियोग अनियर्क्तिन् अपि च ल्युट् विषये अग्रिम कक्षायां चिन्तयामः. एकवारं पुनः पठतु एते यत्किमपि सूत्रम् अस्माभिः तत्र तस्य विषये चिन्तनं कृतं तस्य विषये पुनः पठतु. किमपि अत्र एक्स्ट्रा लिखितमस्ति एकवारं पठतु. प्रश्नः अस्ति वा? नास्ति चेत् अत्र स्थगामः. जगदीश महोदय शान्तिमन्त्रं पठति वा महोदय? पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ चों शान्तिः. हरि ओम् श्रीगुरुभ्यो नमः. हरि ओम् तत्सत्. नमस्काराः, धन्यवादाः, मनः मिलामः. धन्यवादः, शुभदिनं. धन्यवादः, नमस्कारः. Yeah.